तस्मै स उवाचा यथागार्ग्य मरीचयो अर्कस्य हस्तं गच्छतः सर्वा एव एतस्मिन् तेजोमण्डल एकीभवन्ति ताः पुनः पुनः उदयतः प्रचलन्ति एवं ह वै तत्सर्वं परे देवे मनसि एकीभवति तेन तर्हि एष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न विवदते न दत्ते नानन्दयते न विसृजते नियायते स्वपितीत्याचक्षते तस्मै स उवाच आचार्यः शृणु हि गार्ग्य यत्त्वया प्रश्नं यथा मरीचयः रश्म्यः अर्कस्य आदित्यस्य हस्तम् अदर्शनं गच्छतः सर्वाः अशेषतः एतस्मिन् तेजोमण्डले तेजोराशिरूपे एकीभवन्ति विवेक अनर्हत्वम् अविशेषतां गच्छन्ति ताः मरीचयः तस्यैव अर्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति विकीर्यन्ते यथा अयं दृष्टान्तः एवं ह वै तत्सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवी द्योतन्वति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वं परो देव मनः तस्मिन् स्वप्नकाले एकीभवति मण्डले मरीचिवत् अविशेषतां गच्छति ये जागरिषोश्च रश्मिवत् मण्डलात् मनसः एव प्रचलन्ति स्वव्यापाराय प्रतिष्ठन्ते यस्मात् स्वप्नकाले श्रोत्रादीनि शब्दादि उपलब्धिकरणानि मनसि एकीभूतानि इव कर्णव्यापारात् उपरतानि तेन तस्मात् तर्हि तस्मिन् स्वापकाले एषः देवदत्तादिलक्षणः पुरुषः न शृणोति न पश्यति न जिघ्रति न रसयति न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न ईयायते स्वपिति इति आचक्षते लौकिकः प्राणाग्नये एव एतस्मिन् पुरे जागृतिं गार्हपत्यो हवायेषोपानो विहानो अन्वः हरिपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः सुप्तवत्सु श्रोत्रादिषु कर्णेषु एतस्मिन् पुरे नवद्वारे देहे प्राणाग्नेयः प्राणा एव पञ्चवायवः अग्नेय इव अग्नेयः जागृति अग्निसामान्यैः आह गार्हपत्यो हवायेषु अपानः कथमिति आह यस्मात् गार्हपत्यम् अग्नेः अग्निहोत्रकाले इतरो अग्निः आहवनीयः प्रणीयते प्रणयनात् प्रणीयते अस्मादिति प्रणयनः गार्हपत्योऽग्निः ततः सुप्तस्य अपानवृत्तेः प्रणीयत इव प्राणं मुखनासिकाभ्यां सञ्चरति अतः आहवनीयस्थानीयः प्राणः व्यानस्तु हृदयात् दक्षिणसुषिरद्वारेण निर्गमान् दक्षिणदिक्सम्बन्धात् अन्वहरिपचनः दक्षिणाग्नि यदुच्छ्वासनिःश्वासौ एतौ आहुति समं नयतीति समानः मनोहवावयजमान इष्टपदम् एव उदानः स एनं यजमानम् अहरः ब्रह्म गमयति अत्र च भूत अग्निहोत्रस्य हेतुं यस्मा उच्छ्वासनिःश्वासौ अग्निहोत्राहुति इव नित्यं विश्वसामान्यादेव तु एतौ आहुति समं साम्येन शरीरस्थितिभावाय नयति यो वायुः अग्निस्थानीयोऽपि होता च आहुत्योः नेतृत्व कोसं स समानः अतश्च विदुषः स्वापोऽपि अग्निहोत्रहवनमेव तस्मात् विद्वान् न कर्मी इत्येव मन्तव्यः इत्यभिप्रायः सर्वदा सर्वाणि च भूतानि विचिन्त्यन्त्यपि स्वपत इति हि वाचनेति अत्र हि जाग्रत्सु प्राणाग्निषु उपसंवृत्य बाह्यकरणानि विषयांश्च अग्निहोत्रफलमेव स्वर्गं ब्रह्मजिगमिषुः मनोह वाव यजमानः जागर्ति यजमानवतो कार्यकरणेषु प्राधान्येन संव्यवहारात् स्वर्गमेव ब्रह्म प्रति प्रस्थितत्वं यजमानमनः कल्प्यते इष्टफलं यागफलमेव उदानः वायु उदान्निमित्तत्व इष्टफलप्राप्तिः कथं सः उदानः येनं मनाख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्छाव्य अहरः सुषुप्तिकाले स्वर्गमेव ब्रह्म अक्षरं गमयति अतो यागपरस्थानीयः उदानः अत्रैषदेव स्वप्ने महिमानमनुभवति यदृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेव अर्थम् अनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्णं च श्रुतं चाश्रुतं च अनुभूतं च अननुभूतं च सच्च असच्च सर्वं पश्यति सर्वः पश्यति एवं विदुषः श्रोत्रादि उपरमकालादारभ्य यावत् सुप्तोत्थितो भवति तावत् सर्वयागफलानुभव एव न विदुषामिव अनर्थाय इति विद्वत्तस्तु इति न हि विदुषः एव श्रोत्रादीन् स्वपन्ति प्राणाग्नयो वा जागृति जागृत्स्वप्नयोः मनः स्वातन्त्र्यम् अनुभवतु आहरः सुषुप्नं वा प्रतिपद्यते. समानं हि सर्वप्राणिनां पर्यायेण जागृत्स्वप्नसुप्तगमनं. अतो विद्वत्ता स्तुतिरेव इयम् उपपद्यते. यत्पृष्टं कतर एष देवः स्वप्नान् पश्यतीति तदाहम् अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक् सुषुप्तिप्रतिपत्तेः एतस्मिन् अन्तरारे एषः देवः अर्करश्मिवत् स्वात्मने समृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयलक्षणम् अनेकात्मभावगमनम् अनुभवति प्रतिपद्यते. ननु महिमा अनुभवने करणं मनो अनुभवितुः तत्कथं स्वातन्त्र्येण अनुभवति इत्युच्यते. स्वतन्त्रो हि क्षेत्रज्ञः. नैष दोषः क्षेत्रज्ञस्य स्वातन्त्र्यस्य मन उपाधिकृतत्वात्. न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्तिव. मन उपाधिकृतमेव तस्य जागरणं स्वपश्च. उक्तं वायसनेके सति स्वप्नो भूत्वा ध्यायति वा लीला इति वा इत्यादि. तस्मान् मनसः विभूत्यनुभवे स्वातन्त्र्यवचनं ज्ञायमे. मन उपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयं ज्योतिषं भाग्येत इति केचन तन्न. श्रुत्यर्थ अपरिज्ञानकृता भ्रान्तिः तेषाम्. यस्मात् स्वयं ज्योतिष्ट्वादिव्यवहारोऽपि आमोक्षान्तः सर्वोऽपि अविद्याविषये एव मनादि उपाधिजनितः. यत्र वा अन्यदिव स्यात् तत्र अन्यो अन्यत् पश्येन् मात्रा संसर्गस्त्वस्य भवति. यत्र तु अस्य असुरम् आत्मैव अभूत् तत्केन कं पश्येन् इत्यादि श्रुतिभ्यः. अतो मन्दब्रह्मविदामेव इयम् आशङ्क, न तु एकात्मविदा. ननु एवं सति अत्रायं प्रजा स्वयं ज्योतिः इति विशेषणम् अनर्थकं भवति. अत्र उच्यते अत्यल्पमिदमुच्यते. येषु अन्तर्हृदयाकाशः तस्मिन् श्येते इति अन्तर्हृदयपरिच्छेदकरणे सुतरां स्वयं ज्योतिष्ठं बाध्यते. सत्यमेवम् अयं दोषो यद्यपि स्यात् स्वप्ने केवलतया स्वयं ज्योतिष्ठेन अर्धं तावत् अपनीतं भारस्यति चेन् न तत्रापि पुरीतति नाडी श्येते इति श्रुतेः पुरीतन्नाडीसम्बन्धात् अत्रापि पुरुषस्य स्वयं ज्योतिष्ठेन अर्धवार अपनयाभिप्रायो मृष एव. कथं तर्हि अत्रायं पुरुषः स्वयं ज्योतिः इति? अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेन्न अर्थैकत्वस्य इष्टत्वात्. एको हि आत्मा सर्ववेदान्तानामर्थो विज्ञापयितः बुभुत्सितश्च. तस्मान् युक्तः स्वप्न आत्मनः स्वयं ज्योतिष्टोत्पत्तिः वक्तुं श्रुतेः यथार्थतत्त्वप्रकाशकत्वात्. एवं तर्हि शृणु श्रुत्यत्वं हित्वा सर्वम् अभिमानं. न हि अभिमानेन वर्षशतेनापि श्रुत्यत्वं ज्ञातुं शक्यते सर्वैः पण्डितं मन्ये. यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतः तत्सम्बन्ध अभावात् ततो विविच्य दर्शयितुं शक्यते इति आत्मनः स्वयं ज्योतिष्ठं न बाध्यते. एवं मनसि अविद्याकामकर्मनिमित्त उद्भूतवासनावती कर्मनिमित्तवासना अविद्यया अन्यद्वस्त्वन्तरमेव पश्यतः सर्वकार्यकरणेभ्यः प्रयुक्तस्य द्रष्टुः वासनाभ्यो दृश्यरूपाभ्यो अन्यत्वेन स्वयं ज्योतिष्ठं सुदर्पितेनापि तर्केण केन वारयितुं शक्यते. तस्मात् साधुक्तं मनसि प्रलीनेषु करणेषु अप्रलीने च मनसि मनोमयः स्वप्नान् पश्यति इति. कथं महिमानम् अनुभवति इति उच्यते. यन्मित्रं पुत्रादिवा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादि वासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यति इति एवं मन्यते. शृणोति तथा श्रुतमर्थं तद्वासनया अनुशृणोति इव. देशदिगन्तरैश्च देशान्तरैः दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः तत् प्रत्यनुभवति इव अविद्यया. तदा दृष्टं च अस्मिन् जन्मनि अदृष्टं च जन्मान्तरदृष्टम् इत्युक्ते अत्यन्त अदृष्टे वासना अनुपत्तेः. एवं श्रुतं च अश्रुतं च अनुभूतं च अस्मिन् जन्मनि केवलेन मनसा अनुभूतं च मनसा इव जन्मान्तरे अनुभूतम् इत्यर्थः. सच्च परमात्मोदकादि असच्च मरीच्युदकादि किं बहुना उक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन् एवं सर्वकरणात्मा मनोदेवः स्वप्नान् पश्यति. स यदा ते सा विभूतो भवति अत्रैष देवः स्वप्नान् न पश्यति अथ एतदस्मिन् शरीरे एतत् सुखं भवति. स यदा मनोरूपो देवः यस्मिन् काले सौरेण पित्ताख्येन ते स नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासनाद्वारो भवति तदा सहकरणैः मनसो रश्मयः हृदि उपसंमृता भवन्ति यदा मनः दार्वाग्निवतो अविशेषविज्ञानरूपेण कृष्णं शरीरं व्याप्य अवतिष्ठते तदा सुषुप्तो भवति अत्र एतस्मिन् काले एष मनाख्यदेवः स्वप्न न पश्यति दर्शनद्वारस्य निरुद्धत्वात् तेजस अथ तदा एतस्मिन् शरीरे एतत् सुखं भवति यद्विज्ञानं निराबाधम् अविशेषेण शरीरव्यापकं प्रसन्नं भवति इत्यर्थः स यथा सौम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्त एं हवै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते एतस्मिन् काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति तेषु शान्तेषु आत्मस्वरूपम् उपाधिभिः अन्यथा विभाव्यमानम् अद्वयम् एकं शिवं शान्तं भवति इति एतामेव अवस्थां पृथिव्यादि अविद्याकृतमात्रान् प्रवेशेन दर्शयितुं दृष्टान्तमहं स दृष्टान्तः यथा येन प्रकारेण हि सौम्यप्रियदर्शन वयांसि पक्षिणः वासार्थं वृक्षं वासवृक्षं प्रति सम्प्रतिष्ठन्ते गच्छन्ति एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वं परे आत्मनि अक्षरे सम्प्रतिष्ठते पृथिवी च पृथिवीमात्रा च आपश्चापमात्रा च तेजस्ततेदोहं मात्रा च वायुश्च वायुमात्रा च आकाशश्च आकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रव्यं च घ्राणं च रातव्यं च रसश्च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च आदातव्यं च उपस्थश्च आनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं च अहङ्कारश्च अहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च